नृणाञ्जन्म सहस्रेण भक्तौ प्रीतिः जायते कलौ भक्तिः कलौ भक्तिर्भक्त्या कृष्णः पुरःस्थितः नृणां मनुष्याणां जन्मसहस्रेण सहस्रं जन्मभिः एव भक्तौ प्रीतिः जायते कलौ भक्तिः इति पुनः पुनः उच्यते तस्मात् भक्त्या एव कृष्णः पुरःस्थितः प्रत्यक्षीकृतः भविष्यति इत्यर्थः।